अत्र सुष्ठु युज्यते उत्प्रेक्षायाः प्रकारत्रयस्यापि भेदप्रतिपादनं वस्तूत्प्रेक्षायां भवति एकस्य वस्तुनः अपरेण वस्तुना सार्धं तादृप्यसंभावनम् अपरत्र अहेतोः हेतुत्वेन प्रतिपादनं भवति हेतुत्प्रेक्षायां फलोत्प्रेक्षायां अफलस्य फलत्वेन च उत्प्रेक्षा भवति अधुना वयं पश्यामः वस्तूत्प्रेक्षायाः प्रकारद्वयस्याप्युदाहरणे